प्रेरणार्थे निच् इति विषयः इदानीं प्रवर्तते. तत्र गतरविवासरे अस्माभिः किं पठितं? विशेष अजन्तधातवः. तत्र अस्माभिः पठितं यत् आकारन्धातवः सन्ति तत्र सामान्यतया पुग् आगमः भवति, परन्तु कुत्रचित् झुक् आगमः भवति, कुत्रचित् लुक् आगमः भवति, कुत्रचित् किं भवति युक् आगमः भवति इति अस्माभिः पठितं. कुत्र कुत्र किं किं भवति, सूत्राणि कानि कानि इति सर्वम् अस्माभिः पठितं. तदनन्तरम् अस्माभिः किं पठितं, मिताम्रस्वः इति अपि अस्माभिः पठितं. तत्र केचन धातवः सन्ति यत्र उपधायां दीर्घ आकारः अस्ति चेत् ह्रस्व भवति इति अस्माभिः पठितं. तर्हि एतत् सर्वं तु समीचीनम् एव भवति इति मन्ये. प्रश्नाः सन्ति वा? अस्तु न महोदय. न सन्ति चेत् अग्रे गच्छामः. इदानीम् इकारान्तधातवः, इकारान्तधातवः. तर्हि मदर् महोदय आरभतु. आम् महोदय. ईकारान्तदातवः सामान्यवस्था अशोनिति इत्यनेन वृद्धिः येषो यवा वायः इत्यनेन आय् आदेशः. नी नायति यावन्तः ईकारान्तदातवः, ईकारान्तदातवः च अपवादभूताः सन्ति, तेषां वर्णनं अधः भवन्ति. कोऽपि धातुः अधः सूचितः नास्ति चेत् तर्हि सामान्यरूपेण एव तस्य नियन्तरूपव्युत्पत्तिः इति बोध्यम्. तर्हि सामान्यतया किं भवति, अचोण्यति इति सूत्रेण अन्तिम इकारस्य वृद्धिः भूत्वा ऐकारः भवति, तदनन्तरम् एतो यवायावः भवति. नीत्र नै भूत्वा नायति इति भवति. परन्तु केचन धातवः सन्ति ये अपवादाः भवन्ति, तेषां कृते अग्रे क्रमं तेषां कृते अग्रे क्रम प्रदर्श्यते. अस्तु अग्रे पठतु. क्रि जि आदियोगः इ इति धातवः. क्रि क्रियादिगणे लटि क्रीणाति, जि वादिगणे लटि जयति. अधियोगः इ इन् अध्ययने नित्यम् अधिपूर्वः, अदादिगणे लटि अधीयते. क्रीजि क्रीञ्जीनां नौ अधीते, अधीते नाट् अधीयते भगिनि. क्षम्यतां महोदय. अधि अधि अधीते क्रीञ्जीनां नौ निचि परे येषां धातूनां यचः स्थाने आ आदेशो भवति. क्रीं क्रीं च इं च जीं च तेषाम् इतरेतद्वन्द्वः. क्रीं जिस्तेषां क्रीञ्जीनां क्रीञ्जीनां षष्ट्यन्तं नौ सप्तम्यन्तं द्विपदम् इदं सूत्रम् आदेशे उपदेशेषिति इत्यस्मात् आत् एषः इत्यनयोः अनुवृत्तिः भवति. अनुवृत्तिसहितसूत्रं क्रीञ्जीनां एषः आत् नौ. धातूनां येषां धातूनां आ आदेशः भवति, ई स्थाने आदेशः भवति इति. तर्हि क्री धातु अथवा इङ् धातु अथवा जि धातु, तत्र यत् वृद्धि अनन्तरं क्रै ऐ जै भवति खलु, तत्र एचः यत् अस्ति ऐ ऐ एचः ऐ अस्ति खलु, तस्य स्थाने आकारान्तं भवति. निचिपरे, केवलं निचिपरे. तर्हि अग्रे पठतु. क्रियोगः निच् अचोनिधि इत्यनेन वृद्धिः, क्रै योगः इ क्रीञ्जीनां नौ इत्यनेन एषः स्थाने आ आदेशः. क्रा योगः इ अस्ति ह्री ब्ली ह्री नूयि क्षां यातां पुग्नौ इत्यनेन पुग् आगमः क्रायोगः पुग् योगः इ क्रापि इति इजन्तधातुः क्रापयति अत्र अत्र आकारान्तं न भवति चेत् रूपं किं भवति क्रायति क्रै भूत्वा एकयवायावः इत्यनेन क्रायी धातु भूत्वा क्रायति भवेत् परन्तु अत्र ऐकारस्य स्थाने आकारः भूत्वा क्रायोगः इ भवति तदनन्तरम् आकारः अस्ति अतः अर्ति ह्री व्रि स्नुयि श्वायाता पुङ्नौ इत्यनेन पुगागमः भवति क्रापयति भवति न तु क्राययति अत्र सूत्रे क्री कुत्र अस्ति अर्ति ह्री व्लि क्री न न न सूत्रे न सूत्रे किमस्ति सूत्रे आताम् इति लिखितमस्ति खलु इत्यर्थे आकारान्तम् अस्ति चेत् पुगागमः भवति तर्हि क्री मध्ये आकारान्तं भूत्वा तस्य अपि ग्रहणं भवति आम् आम् अवगच्छति खलु आम् अवगच्छामि महोदय यथा सामान्यतया आकारं धातु कृते पुगागमः भवति खलु तथैव अत्र क्री ईकारान्त प्रथमं वृद्धिः भवति तदनन्तरं क्रीजीनाम् इत्यनेन आकारः भवति तदनन्तरं पुक् पुक् आगमः भवति सामान्यतया भवति खलु आकारान्तम् अस्ति चेत् पुगागमः अग्रे अत्र आदेशे उप न महोदय अत्र एषः जि योगः निच् अचोनिति इत्यनेन वृद्धिः जै योगः इ क्रीजीनां नौ इत्यनेन एषः स्थाने आदेशः जा योगः इ अति व्रि लि नुयि क्षां यातां पुग्नौ इत्यनेन पुक् आगमः जा योगः पुक् योगः इ जापि इति यजन्तधातुः जापयति जापयति आम् आम् अत्रापि क्रीजीनां नौ इति सूत्रं कार्यं करोति अत्र ऐ स्थाने आ आदेशः भवति तदनन्तरं पुक् आगमः भवति अत्र जापि इति धातु जापयति इति जगन्तुः ई योगः निच् अचोनिति इत्यनेन वृद्धिः ऐ योगः इ क्रीञ्जीनां नौ इत्यनेन एचः स्थाने आदेशः आयोगः इ अति ह्री व्लि क्री नुयि क्षां यातां पुग्नौ इत्यनेन पुक् आगमः आयोगः पुयोगः इ आपि इति निजन्तधातुः आपि योगः तिप् आपि योगः शप् योगः तिप् आपयति आपयति अधियोगः तदेव तादृशमेव अधियोगः आपयति अध्यापयति अध्यापयति भवती सर्वे जानन्ति खलु अध्यापयति अध्यापक अध्यापक इति अस्ति खलु यः पाठयति सः कः अध्यापकः तर्हि अध्यापकः कथं भवति अनेनैव क्रमेण अधियोगः इ योगः प्रत्ययः अस्ति नुल् नुल् प्रत्ययः अस्ति नुल् प्रत्ययमध्ये नुल् युगोरनाकौ इत्यनेन नुल् स्थाने अक् भवति खलु तर्हि अधियोगः इ योगः अक् तर्हि अक इति वस्तुतः यदस्ति तत् नुल् स्थाने आगच्छति खलु नुल् कीदृशः प्रत्ययः अस्ति णित् अस्ति णित् णकारस्य इत्संज्ञा अस्ति खलु णित् अतः अस्य सूत्रस्य तत्रापि प्रसक्तिः भवति खलु अत्र णौ इत्युक्ते केवलं णिच् न णौ इत्युक्ते अत्र यत्र यत्र णि अस्ति नूल् नूल् अपि अस्ति वा अत्र द्रष्टव्यं नूल् अस्ति वा परन्तु अस्ति चेत् तत्रापि एवमेव अध्या तत्र अध्या अधियोगः आभूत्वा पुक् भवति तदनन्तरम् अध्यापकः अतः अध्यापयति भवति न तु अध्याययति. अस्तु. उपसर्गाः क्रियायोगे इत्यनेन उपसर्गसंज्ञा ते प्राग् धातोः इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवविहिताः उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम् अतः प्रक्रियायाः अन्ते एव संयुज्यते. तर्हि अत्र उपसर्गविषये किमपि लिखितमस्ति, उपसर्गः अस्ति तत् कार्यं सर्वदा अन्ते भवति, यतोहि उपसर्गस्य पदसंज्ञा भवति अतः तस्य सर्वदा अन्ते कार्यं भवति इति सामान्य सर्वे आगच्छन्ति खलु. क्री कृते क्रापयति, जी कृते जापयति, ई कृते अध्यापयति. महोदय अत्र प्रश्नः केवलं तत्र सन्देहः क्रीजीनां नौ इति अस्ति खलु, अत्र एकः इति किमर्थं तत् अनुवृत्तिः तत्र अनुवृत्तिकरणेन एव भवति वा, अतः साक्षात् किमर्थं न भवति इति तत्र एच् इति अचोर्णिति इति कृत्वा एव करणीयं खलु. अत्र इदानीं एचः स्थाने आत् इति साक्षात् किमर्थं न भवति, क्रीजीनां नौ इति नौ परे क्री इत्यस्य क्रा इति भवति, तर्हि क्रापयति ईकारः एच् एच् प्रत्याहारः नास्ति खलु. न नास्ति, एचः एचस् एचः इत्यस्य अनुवृत्तिः किमर्थम् इति अनुवृत्ति विना अपि साक्षात् कर्तुं शक्यते खलु, भवति वा क्री इति अक्र क्रा इति भवितुमर्हति क्रीजीनां नौ इति एचः न भवति चेदपि कार्यं भवति खलु. तर्हि ईकारस्य स्थाने एव आकारः करणीयमिति भवान् वदति. आमामाम् अहं यद्यपि अस्ति तत्र अनुवृत्तिः अस्ति, अहं चिन्तितवान् अत्र केवलं प्रश्नः अनुवृत्ति अस्ति प्रायः अग्रे अपि आत् तस्य अनुवृत्तिः गच्छति वा. एचः इत्य न आत् इत्यस्य भवति एव एचः इत्यस्य अनुवृत्तिः एचस् एचः इति शब्दस्य अनुवृत्ति अग्रे अपि भवति वा इति. हा भवति भवति, तत् कुत्र अस्ति परन्तु सर्वत्र सर् सर्वत्र तत्र अचोर्णिति इत्यस्य एव कार्यं भूत्वा भवति क्रीजीनाम् इति अस्ति, अनन्तरं मीनाति मिनोते दीङ्गां लपि तत्र तत्रापि एचः इत्येव अस्ति तत्र 6148 अस्ति खलु 6149 विद्यतेः किमपि अस्ति लौकिके किमपि अस्ति तत्र तत्र एचः इति अस्ति तत्र नौ परे एचः इति अस्ति अनुवृत्ति गच्छति खलु तर्हि अत्र अपि गच्छेत् अत्रापि गन्तव्यं तर्हि अचोर्णिति कृत्वा करणीयम् अतः एकः अनुवृत्ति अत्र भवति एव अनुवृत्ति भवति एव अतः अचोर्णिति मार्गेण एव कार्यं करणीयं खलु. अस्तु अवगच्छन्ति वा सर्वे कथं भवति कार्यम्? अस्तु अग्रे मीना महोदय अग्रे पठतु, अत्र एकः प्रश्नः. महोदय मीना महोदय अस्ति वा? अहं पठामि वा महोदय? नास्ति चेत् अग्रे विजया महोदय. अत्र एकः प्रश्नः उदेति. न्यन्तप्रकरणे ईकारान्ताणां निच् परे अचोण्यति इत्यनेन वृद्ध्य अनन्तरं आदेश उपदेशेषिति इति सूत्रेण प्रभावः किमर्थं न स्यात् यदा इकारान्त ईकारान्तधातुः एजन्तधातुः जातः तदा किमर्थम् आदेश उपदेशेषिति इत्यनेन एव एक ऐकारस्य आकारादेशः न स्यात् किमर्थम् अत्र नूतनसूत्रस्य त्रीङ् जीनां नौ इत्यस्य आवश्यकता अस्ति यथा क्रै योगः ई इत्यस्यां दशायाम् आदेश उपदेशिष्यति इत्यनेन एव क्रा योगः इ भवतु. अत्र एचः आत् जातम् अपि च अशित् निच् प्रत्ययः परः अस्ति. परन्तु एका समस्या अस्ति, क्रै उपदेशः नास्ति इत्युक्ते मूलधातुरूपं नास्ति. सूत्रे उपदेशे इति दत्तमस्ति, अतः यत्र मूले एजन्तधातुः अस्ति तत्रैव सूत्रस्य प्रसक्तिः, न अन्यत्र. अतः क्रीङ् जीनां नौ इत्यस्य आवश्यकता, अपि च अधः यावन्ति तुल्यसूत्राणि तेषामपि. अत्र क्रीङ् जीनां नौ इत्यादीनां सूत्राणां सङ्ख्याम् अवलोकताम् आदेश उपदेशिति तु षष्टम अध्याये प्रथमपादे पञ्चचत्वारिंशत् सूत्रं पञ्चचत्वारिंशत् तमं सूत्रमस्ति. क्रिङ् जीनां नौ इति तु परसूत्रमस्ति. षष्टम अध्याये प्रथमपादे षड् चत्वारिंशत् तमं सूत्रमस्ति. परन्तु आदेश उपदेशे शिति तु पूर्वसूत्रस्य किमर्थम् अत्र महत्वमस्ति? आदेश उपदेश यद्भवत्या पठितं तस्य आशयं वदतु. आदेश उपदेश अशीति इति सूत्रं किं भवति चेत् अत्र आतोम् भवति खलु महोदय अत्र किं भवति पुनः आदेशे उपदेशे शिति इत्यनेन अत्र धातु एजन्तधातुः उपदेश अवस्थायाम् अत्र आकार आदेशः भवति. कदा भवति निमित्तं किम्? कदा भवति चेत् अत्र शिति प्रत्ययः महोदय वदतु अशीति प्रत्यय परे खलु शितिः नास्ति चेत् शिति नास्ति चेत् एव कार्यं भवति. अपि च एकं निमित्तम् इतोपि एकं निमित्तम् अस्ति एजन्तधातुः. अपि च एजन्तधातु अपि च भवितव्यम् अत्र न एकम् इतोपि अधिकम् एकं निमित्तम् अस्ति सूत्रे किं लिखितम्? उपदेशे उपदेशे खलु अत्र मया उक्तं धातुः उपदेश अवस्थायामेव आकार आदेशः भवति इति मया पूर्वम् उक्तम्. इत्युक्ते किं मूलधातुपाठे धातोः यत् स्वरूपम् अस्ति तत्र यदि धातुः एजन्त अस्ति चेत् तस्य आकारः भवति. अन्य कुत्रापि प्रकरणे यदा नाम मूल धातुपाठे यदि एजन्त नास्ति परन्तु अन्य कुत्रापि केनापि सूत्रेण यदि धातु एजन्तत्वं प्राप्नोति तस्य अग्रे आकारत्वं न भवति यतोहि तत् उपदेश अवस्थायां नास्ति. अतः सूत्रे उपदेशे तस्य महत्त्वमस्ति. केवलम् उपदेशे नाम मूलधातुपाठे यदि एजन्तः अस्ति चेत् आकारात्वं भवति. यथा गै गै धातु तस्य गा भवति, ग्लै तस्य ग्ला भवति. किमर्थं? यतोहि मूलधातुपाठे एव धातु यदस्ति उपदेश अवस्थायामेव एजन्त अस्ति. परन्तु इदानीं पश्यतु नी धातु अस्ति इदानीं महोदय इदानीम् अचोणिति अहं वदामि तदनन्तरं पृच्छतु. नी धातु अस्ति तस्य अचोणिति इति सूत्रेण नै भवति नै. इदानीं नै एजन्त तु अस्ति परन्तु नै इति मूलधातुपाठे नास्ति. मूलधातुपाठे तु नी अस्ति खलु. अतः उपदेश अवस्थायां धातु एजन्त नास्ति. अतः आदेश उपदेशे अशिति इति सूत्रेण तस्य आकारात्वं न भवति. नी तस्य नै एव भवति, नायति. अतः यत्र कुत्रापि एजन्त अस्ति तस्य अशित् प्रत्यय अशित् प्रत्ययपरे नास्ति चेत् आकारात्वं करोतु इति न, उपदेशावस्थायाम् अस्ति चेदेव करणीयम्। अतः अत्र अपि क्री, यदि क्रीञ्जीनां नौ इति सूत्रं नास्ति चेत् क्री तस्य क्रै भवति, तस्य ऐकारत्वमेव तिष्ठति, क्रायति रूपं भवति, तथा मास्तु। अतः नूतनसूत्रं पाणिनिना लिखितं यत्र क्रीञ्जीनां मध्ये यत् ऐकारः भवति तस्य आत्वं करोतु, तद् आत्वम् आदेश उपदेशे अशीति इत्यनेन न भवितुं शक्नोति, यतोहि तत् क्रैधा इति उपदेशे नास्ति, अतः नूतनसूत्रस्य आवश्यकता इति लिखितमस्ति। सर्वे अवगच्छन्ति वा? मीना महोदय, भवत्या प्रश्नः अस्ति वा इदानीम्? इदानीं नास्ति महोदय, अवगतं। तदेव तदेव अहं वदामि। तर्हि उपदेश इति बहु महत्त्वपूर्णं तत्र भागः अस्ति सूत्रे। सामान्यतया जनाः किं कुर्वन्ति, एजन्तः अस्ति, अग्रे प्रत्ययः अशित् अस्ति, अच् अच् अस्तु तर्हि आकारात्वं करोतु, परन्तु प्रष्टव्यं प्रथमं यत् उपदेशावस्थायाम् अस्ति न वा इति। अस्तु, अग्रे पठतु महोदय। लीधातु, ली धातुः, ली वादिगणे लयति टु मेल्ट्, दिवादिगणे लीयते टु बि डिसाल्व्ड्, त्रयादिगणे लीनाति टु मेल्ट्, सुरादिगणे लाययति द्रवीकरणे, द्रवीकरणे इति अस्ति, द्रवीकरणे। पाणिनेः धातुपाठे त्रयः ली धातवः सन्ति, दिवादिगणे, क्रयादिगणे, चुरादिगणे च। यः धातुः चुरादिगणे अस्ति तस्य विकल्पेन निच् विधीयते, आदृशाद् वा इत्यनेन इत्यनेन गणसूत्रेण। यस्मिन् पक्षे निच् न विधीयते तस्मिन् पक्षे रूपं द्वादिगणवत् भवति, अतः मातृभिः उच्यते यत् अयं धातुः द्वादिगणे भवेत्। पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः। एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत् धातुपाठः समीकरणीयः। अत्र ली धातुः त्रीणि गणे सन्ति, द्वादिगणे, क्रयादिगणे, चुरादिगणे, भिन्नभिन्न अर्थेन। परन्तु ली द्वादिगणे अपि मेल्ट् टु मेल्ट् इति अस्ति, लयति इति, क्रयादिगणे अपि टु मेल्ट् इति अर्थे आगच्छति, परन्तु अत्र क्रयादिगणे लीनाति इति रूपेण आगच्छति। अत्र क्रयादिगणे ना इति अस्ति, मुद्रणदोषः अस्ति वा? क्रयादिगणे लीनाति भवेत् खलु, दीर्घलि, किमर्थं लीनाति? तत्र कुत्रचित् महोदय तत्र पुनः अत्र महोदय तत्र तत्र पुनाति इति भवति, भू इति पुनाति इति भवति, कुत्र केचन धातूनां ह्रस्वत्वं भवति किमपि अस्ति? सूत्रम् सूत्रं स्मरति वा? पुनाति एकनिमिषं महोदय, पू ह्रस्वः पठितं प्रायः एकनिमिषं, पुवादीनां ह्रस्वः वा? हा, पुवादीनां ह्रस्वः इत्यनेन भवति। तत्र पुवादी गणे अस्ति वा? एकनिमिषं महोदय, तत्र प्रायः चुरादिगणे नास्ति, चुरादिगणे अस्ति, क्वादिगणः क्रयादिगणस्य एव भागः अस्ति। कुत्र कुत्र? हा महोदय, तत्र पुवादिगणे अस्ति, तत्र लिनाति एव भवति, अत्र पुवादिनां ह्रस्वः इति भवति, तत् तस्मिन्नेव गणे अस्ति। पुवादिगणे तत्र लि अपि अस्ति वा? आमामाम्, तत्र दीर्घ ईकारान्त ऊकारान्त केचन धातवः सन्ति, तेषां पुवादीनां ह्रस्व इति भवति। लु लुनाति, लू इति अस्ति, पूणि पुनाति, पुवादयः इति अस्ति तस्य, तत्र लि अपि अस्ति। हा, लि तृणाति प्रायः, एकनिमिषः, पुनाति पवित्र आदिगणः अहम् उद्घाटयामि। अत्र कुत्र अस्ति वादि अन्तर्गणः हा लि अपि अस्ति वादि उलु धु जा री ली व्ली प्ली कृ रु धु ली श्री प्री इति सयद् धातव विजयमहोदय सम्यक् अस्ति महोदय स्वादिन न भवती उक्तवती खलु सूत्रं स्मरति स्वादीनां ह्रस्वः इति सम्यक् अस्तु तर्हि हा लिनाति हा तर्हि अत्र किं लिखितमस्ति यत्र लीधातु वादिगणे तु दिवादिगणे चुरादिगणे क्रयादिगणे अस्ति तस्य सर्वत्र अर्थं समानमेव अस्ति टु डिसाल्व् टु मेल्ट् इति वा परन्तु तत्र नाम धातुपाठे तु पाणिनिना चुरादिगणे स्थापितं परन्तु माता वदति यत् भवादिगणे स्थापयतु इति किञ्चित् तत्र विवादः अस्ति परन्तु किमपि तत्र मुख्यं किमपि नास्ति अस्तु तर्हि मुख्यं किम् अग्रे अस्ति तर्हि पठ्यतु अस्माभिः इदं सूत्रं गतरविवासरे पठितं लीनोर् नुग् लुक् वा अन्यतरस्यां स्नेहविपातं तत्र अस्माभिः ला इति पठितं यत् ला अस्ति खलु तत्र ला स्थाने लुक् भवति इति अस्माभिः पठितम् इदानीं ली ली धातोः इदानीं तस्य अत्र चर्चा भवति पठतु महोदय सूत्रम् महोदय तत्र तर्हि तत्र ली धातु भुवादिगणे नास्ति तद् मात्रणा मतमस्ति भुवादिगणे भवेत् इति अतः तत्र गण धातुपाठे द्विवादि भुवादिगणे नास्ति इति धातुपाठे द्विवादि क्रियादि परन्तु द्विवादिगणे एकं सूत्रं लयति इति रूपं भवति इति कृत्वा तेन विकल्पेन निच् न भवति निच् न भवति चेत् भ्वादिगणवत् एव कार्यं भवति अतः माता वदति भ्वादिगणे अपि स्थापयति इति एव लयति तर्हि लयति लीयते लिनाति लायति इति रूप इति चत्वारि रूपाणि भवितुं शक्नुवन्ति अस्तु इदं सूत्रं भ्वादिगणे अत्र भ्वादिगणे स्थापनेन कः लाभः लयति इति रूपं भवति लयति इति रूपम् अस्ति खलु लयति इति रूपम् अस्ति अतः माता वदति भवादिगणे अपि स्थापयतु नीति भवति चेत् लयति इति न भवति खलु नाम तत्र नास्ति चेदेव आर्धशाद् वा इति गणसूत्रेण विकल्पेन लयति भवति एव तर्हि तत्र प्रश्नः किमपि अत्र दीर्घप्रश्नः किमपि कोऽपि नास्ति माता मातुः तत्र मतमस्ति इति एव अस्तु सूत्रं पठतु अग्रे महोदय विजय महोदय महोदय अहमेव वा आम् लीलोर् नुग् लुका वन्यतरस्यां स्नेह विपातने इति सूत्रं किं वदति चेत् निचि परे स्नेहविपातने विकल्पेन ली धातोः नुक् ला धातोः लुक् च तद् अभावे हुक् स्नेहः नाम तैलं घृतं विपातनं नाम टु मिल्ट् डिसाल्व् स्नेहविपातनार्थे निचि ली धातोः नुमागमः ला धातोः लुकां लुक् आगमः च विकल्पेन भवति ली च लाश्च लीलौ द्वन्द्वः तयोर् लीलो लीलोः लुक् च लुक् च लुक् लुकौ द्वन्द्वः स्नेहस्य विपातनं स्नेहविपातनं तस्मिन् स्नेहविपातने षष्ठी तत्पुरुषसमासः लीलोः षष्ट्यन्तं लुक् लुकौ प्रथमान्तम् अन्यतरस्यां सप्तम्यन्तं स्नेहविपातने सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अर्ति ह्री व्री रि न्यूयि क्ष्मायातां पुङ्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गसि इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्नेहविपातने नीलोः अङ्गस्य नुक् लुक् नुक् लुकौ नौ अन्यतरस्याम् एतत् सूत्रं किं वदति चेत् निच् प्रत्ययं परे अस्ति चेत् स्नेहविपातने अत्र ली धातोः नुक् ला धातोः लुक् भवति तत् अत्र नास्ति चेत् पुक् आगमः भवति स्नेहः इत्युक्ते किम् अस्ति चेत् तैलमिति भवति. अनन्तरं घृतम् अपि अपि अस्ति, एतत् विपातनं नाम टु मेल्ट् दिसाल्व्. तावदेव महोदय, अत्र किमपि नूतनतया किमपि नास्ति एव. स्नेहविपातने लीलोः अङ्गस्य ली लो ली धातोः नुक् भवति, ला धातोः लुक् भवति. तद् अत्र नास्ति चेत् पुक् आगमः भवति. एतदेव अन्यतरसम् इत्युक्ते अत्र विकल्पेन भवति इति तत्र दत्तम्. प्रश्नार्थी वा किमर्थं कस्यापि अत्र वृद्धिः न भवति, कित् कित् वार्ता तदेव अस्ति प्रमुखः. अन्यथा ली इत्यस्य तत्र वृद्धिः भवति स्म, परन्तु तत्र नुकागमः इति कृत्वा कित् इति कृत्वा तत्र अचौर्णितिः न भवति इति वा? तत्र नुक् कित् अस्ति, तस्य किं प्रत्ययः कित्वात् किम् अचौर्णिति किमर्थं न भवति? एकनिमिषं महोदय, अचौर्णिति अस्ति परन्तु भवान् यद् उत्तरं ददाति तत् सत्यं नास्ति खलु. कित् नित् प्रत्ययः भवेत् खलु, नुक् प्रत्ययः नास्ति. न, नुक् प्रत्ययः नास्ति, परन्तु लीन् एकनिमिषः लीन् निचि परे साक्षात् नास्ति इति कृत्वा न भवति वा? अस्तु, चिन्तयतु परन्तु महोदय तत्र प्रश्नः स्वरूप महोदयेन पृष्टं, यः प्रश्नः पृष्टः यत् अत्र अचोनिति प्रथमं कार्यं किं कथं न कुर्वत् करोति नाम ली योगः इ इति अस्ति खलु, ली योगः णिच्, तस्य लै करोतु, लै योगः णिच्, तदनन्तरं पुगागमः नुकागमः करोतु, लै योगः नुक् योगः इ, धातु भवति लैमि, रूपं भवति लैनयति इति. तर्हि किमर्थम् अचोनिति प्रथमं कार्यं न करोति, अथवा अचोनिति अत्र कार्यमेव न करोति? तर्हि अचोनिति कार्यं न करोति. एकनिमिषः, तत्र ली एकनिच्छे चिन्तयतु कोऽपि, चिन्तयतु किमर्थं अन्यतरस्याम् एकनिमिषः. ली एकनिच् अति नुकागमः भवति, परं महोदय निच् अस्ति खलु, साक्षात् निचि परे भवेत्, इदानीं नकारः अस्ति खलु तत्र, तत्र यस् तत्र किम तस्मिन् निर्दिष्टे पूर्वस्य इत्यस्य एव भवति खलु, तत् तर्हि न भवति तत्र, तादृशः भवति वा? लीन् इति खलु, इदानीं लीन् इति अस्ति, इकारः नास्ति साक्षात्. सत्यं, तत् मा करोतु, प्रथमं लै करोतु, तदनन्तरं नुक् करोतु. किं सूत्रं प्रथमम् साक्षात् उक्तमस्ति खलु तत्र महोदय, तत्र नित्यसूत्रमस्ति ली इति भवति, ली लोः तत्र तादृश भवति वा? ली इति साक्षात् उक्तमस्ति कृत्वा लै इति न भवति. अत्र ली अङ्गस्य इति लिखितमस्ति, लै अपि ली धातुतः उत्पन्नः अङ्गः एव अस्ति खलु, परन्तु सः उक्तमस्ति खलु ली इति, अन्यथा किं भवति लै इति वक्तुं शक्नोति? तथा नास्ति प्रायः, परन्तु भवान् एकं भवता एकम् उक्तं यत् सत्यमस्ति, वस्तुतः भवान् उत्तरं ददाति एव इदानीम्. अस्तु, प्रश्नाः सर्वे अवगच्छन्ति वा? अत्र प्रथमम् अचोनिति कार्यं कृत्वा तदनन्तरं नुकागमः भवति, अथवा प्रथमं नुकागमः भवति इति प्रश्नः अस्ति. कथं तस्य निवारणं करणीयम् इति इदानीं चर्चा अस्ति, चिन्तयतु. यथा एकस्मिन्नेव समये सूत्रद्वयम् आगच्छति, तर्हि तस्य कृते एकनिमिषम् अत्र अचोनिति इति सूत्रेण सर्वत्र आगन्तुं शक्यं, परन्तु लीलो अत्रैव प्रसक्तिः अस्ति, तस्मात् किम् उक्तं तत्र वदामि, प्रथमं लै करोतु, लीयोगः ई मध्ये प्रथमम् अचोनिति करोतु लै, तदनन्तरं नुक् करोतु इति अपि कर्तुं शक्नुमः। सूत्रद्वयम् आगच्छति समानसमये, तस्मिन् समये अचूनिति इति सूत्रस्य प्रसक्तिः सर्वत्र अस्ति, परन्तु लीलो नुक् लुक् लुक् अन्यतरस्याम् इति सूत्रम् अत्र न आगच्छति चेत् तत्र व्यर्थं भवति किल। अहं वदामि अत्र सूत्रद्वयम् आगन्तुं शक्नोति, ली योगः इ प्रथमम् अचोनिति करोतु, लै योगः इ तदनन्तरं नुक् आगमः करोतु, लै योगः नुक् योगः इ धातु भवति लैमि, लै नयति इति रूपं, तत्र सूत्रद्वयं कार्यं करोति इति नास्ति, अपवादः किमपि नास्ति अत्र, नित्यत्वमस्ति, नित्यमस्ति, चिन्तयतु नित्यसूत्रमस्ति महोदय। भवान् मा वदतु, अन्ये कोऽपि न वदति चेत् भवान् वदतु, भवान् जानाति, अहं जानामि, मलर् महोदय, मीना महोदय, विजय महोदय, अत्र अपवादः नास्ति, तर्हि किं करणीयम्? नित्यसूत्रं वा, नित्यसूत्रमस्ति वा, नित्यसूत्रम् इत्युक्ते तत्र केन केन नित्यसूत्रम् अस्ति न वा इति कथं निर्णनीयम् इति तस्मिन् तत्र इदं विस्मृतं महोदय, इदानीं विस्मृतं मनसि अस्ति, विस्मृतमस्ति, मनसि अस्ति तर्हि विस्मृतुं न शक्नोति, विस्मृति चेत् मनसि नास्ति। महोदय, नित्यसूत्रं कथं द्रष्टव्यम्? प्रथमं सूत्रं कार्यं अनन्तरं द्वितीयसूत्रमपि कार्यं करोति चेत् नित्य निमित्तं अस्ति, एक अधिकनिमित्तमस्ति चेत् तत्र न निमित्तं, तत् सर्वम् अन्तरङ्गत्वम् अस्ति, अत्र निमित्तं निमित्तस्य किमपि चर्चा कापि चर्चा नास्ति। मङ्गल महोदय, भवती किं वदति, प्रथमकार्यं करोति, प्रथमं अचोनिति कार्यं करोति, तदनन्तरं लीलो नुक् आगमः भवति, यदि यदि प्रथमं लीलो नुक् नुक् आगमः भवति चेत् अपि अचोनिति कार्यं न करोति, करोति वा न करोति, यदि नुक् आगमः प्रथमं भवति अचोनिति कार्यं करोति वा न? महोदय, साक्षात् न पश्यति निच् ईकारः इति, तर्हि पश्यतु, यदि नुक् यदि पश्यतु, त्रिपादी अस्ति वा, त्रिपाद्याम् अस्ति वा, त्रिपादी नास्ति, त्रिपादी नास्ति, अत्र सप्तमाध्याये एव स्तः, सप्तमाध्याये एव, तर्हि यथा मदर् महोदय वदति तत् सत्यं, पश्यतु ली योगः इ अत्र प्रथमं अचोनिति करोमि, लै योगः इ, इदानीं लै योगः हि कृत्वा लीलोर्नुक् इति सूत्रस्य प्रसक्तिः अस्ति वा? अस्ति, इदानीमपि ली धातोतः अङ्गं तु अस्ति एव, अतः नुक् तस्य कार्यं भवितुं शक्नोति, लै योगः नुक् योगः इ, तर्हि प्रथमम् अचोनिति कार्यं करोति चेत् अनन्तरं नुक् आगमः भवितुं शक्नोति इति एकमस्ति, परन्तु यदि नुक् आगमः प्रथमं भवति चेत् ली योगः नुक् योगः इ इदानीम् अचोनिति कार्यं करोति वा? न, यतोहि नित् प्रत्यय यत् अङ्गं पश्यति तद् अस्ति लीन, लीन् इति अजन्त एव नास्ति खलु, लीन् इदानीं हलन्त अस्ति, अजन्त नास्ति, तर्हि अचोनिति कार्यं न कर्तुं शक्नोति यदि नृक् आगमः प्रथमं भवति, परन्तु अचोनिति प्रथमं कार्यं करोति चेत् नृक् आगमः भवितुं शक्नोति। अतः कृत् अकृत् प्रसङ्गे लीलोर्नुक् इति सूत्रं यत् अस्ति तस्य तु कार्यं नित्यं भवति। अतः लीलोर्नुक् इति सूत्रं नित्यसूत्रमस्ति, नित्यसूत्रमस्ति, अतः तस्य कार्यं प्रथमं करणीयम्। अतः योगः नुक् प्रथमं भवति, इदानीं नुक् आगच्छति चेत् अग्रे अचोनिति तस्य प्रसक्ति एव न अस्ति, यतोहि इदानीं निच् प्रत्ययस्य कृते अङ्गमस्ति लीन्, तत् अजन्त एव नास्ति, अतः अचोनिति तस्य कार्यमेव न भवति। लीयोगः नुक् योगः ई लीनि लीनयति इति अस्ति नित्यसूत्रम्। पूर्वापर नित्य अन्तरङ्ग अपवाद उत्तरोत्तरं बलीयः। सर्वे अवगच्छन्ति वा? आम् महोदय, तत्र विस्मृतवान् अनन्तरं, परन्तु भवान् वदति नित्यम् अन्ते। अतः तर्हि अत्र परसूत्रम् अस्ति अचोन्निति सूत्रस्य बलेन, सूत्रस्य बलेन लीलोर्नुक् इति परसूत्रमपि अस्ति, परन्तु अत्र परसूत्रत्वात् लीलोर्नुक् इति कार्यं करोति इति उत्तरं समीचीनं नास्ति। नित्यत्वात् इति उत्तरं समीचीनम् अस्ति इति। किमर्थं नास्ति महोदय? परसूत्रम् इति कारणेन लीलोर्नुक् पूर्वम् आगन्तुम् अस्ति प्रसक्तिः अस्ति, किमर्थं भवती वदतु। मया इदानीं किम् उक्तं? पूर्वापर नित्य अन्तरङ्ग उत्तरोत्तर बलीय नित्य पूर्वपर अन्तरङ्ग पूर्वपर अन्तरङ्ग पूर्वपरे नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः। एतत् परिभाषा परसूत्रं केवलम् अस्ति चेत् तत्र प्रसक्तिः नास्ति, तत्र नित्यसूत्रमस्ति इति कारणेन तस्मात् एव लीलो लुक् प्रथमम् आगच्छति। नित्य परत्वात् बलीय, अतः यत्र नित्यमस्ति तत्र नित्यमेव कारणम् अस्ति, पूर्व अस्तु पर महत्वं नास्ति। ठीक अवगच्छति सर्वे? अवगच्छन्ति सर्वे? आं महोदय। अस्तु अग्रे मीना महोदय पठतु नुक् अभावे। नुक् आगमे, नुक् अभावे, नुक् अभावे विभाषा ली लीयतेः ली श्लेषणे दिवादौ, ली ली श्लेषणे क्रयादौ, विकल्पेन आत्वादेशो भवति एचः विषये, विकल्पेन आत्वादेशः भवति। अत्र एचः स्थाने नास्ति, एचः विषये इति उक्तत्वात्, नाम ली इत्यस्य यदा गुणो वा वृद्धि वा जायमानः स्यात्, यस्मात् एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत् स्थाने ईकारस्य स्थाने आकारादेशो भवति। लीयतेः इति यक् प्रत्यययुक्तं रूपं, लीयतेः यक् आ, न तु श्यन् प्रत्यययुक्तम् दिवादिगणस्य इत्यस्मात् क्रयादिगणीयः अपि च दिवादिगणीयः द्वयोरपि द्वातोः ग्रहणम्। पूर्वतने सूत्रे मीनाति मीनोति दीङां ल्यपि च इति सूत्रे एचः इत्यस्य एचः विषये इत्यर्थः अस्ति इत्यस्याम् अस्मिन् सूत्रेऽपि तथा। विभाषा प्रथमान्तं लीयतेः षष्ट्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेश असिति इत्यस्याम् आत् एच इत्यनयोः अनुवृत्तिः मीनाति मिनो मिनोति मिनोति मिनोति दीङां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं विभाषा लीयतेः आत् एचः ल्यपि तत्र विकल्पेन लीयतेः अग्रे लिखितं द्वयं पठतु सहायतां भवति लीयतेः इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् वार्तिकमस्ति इति वार्तिकेन इक्स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन स्तिप् धातुनिर्देशे ली स्तिप् कृत् प्रत्ययः ली योगः ति स्तिप् सारुधातुकप्रत्ययः अधः सारुधातुके यक् इत्यनेन कर्मणि यक् तस्मात् लीयोगः यक् योगः ति लीयति इति प्रातिपदि इति प्रातिपदिकम् षष्ट्यन्तं सुबन्तरूपं भवति लीयतेः देयं यत् स्तिप् कृत् प्रत्ययः अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि न वा परस्मैपदम् अपि तु कृदन्तप्रातिपदिकम् लीयति इति प्रातिपदिकं वा कृदन्तं प्रातिपदिकम् अत्र च प्रश्नः उदेति यत् किमर्थं न इक् प्रत्ययद्वारा लेह इति न स्यात् लीयतेः इत्यस्य अपेक्षया लेह इति रूपं लघु अभविष्यत् उत्तरस्मिन् यत् यङ्लुकि अनयोः धातोः एचः विषये आत्वादेशो न भवति किञ्चित् क्लेशः अस्ति अवगन्तुम् वदतु यत्किमपि भवती अवगच्छति वदतु लीयतेः इति प्रातिपदिकमिति उक्तं तत्रैव भ्रमः अस्ति तत्र लीयोग यक् इति स्थिप्रत्ययकृत् अस्ति स्थिप्रत्ययकृत् अस्ति कृत् अस्ति तस्मात् प्रातिपदिकम् अस्ति खलु कृदन्तरूपं प्रातिपदिकम् अस्ति खलु सो तस्मात् स्थित् सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् इत्यनेन कर्म तदनन्तरं कर्मणि यक् भवति वा लीयति लीयति इति प्रातिपदिकं लीयति इति प्रातिपदिकम् अर्थं किं क्लेशनं स्थित् प्रत्ययस्य अर्थः किम् स्थिप्रत्ययः धातुत्वम् एव प्रदर्शयति इति अस्मै पठितं खलु विभक्तिकरणीयं खलु सूत्रे इति कृत्वा सूत्रे स्थिप्रत्ययः यदा आगच्छति तत् धातुम् एव निर्देशयति इति अस्माभिः पठितं तस्य किमपि अर्थं नास्ति विभक्ति आवश्यकं खलु महोदय अतः खलु भवती इति भवती यत् अवगच्छति तत्तत् वदतु लीयति इति प्रातिपदिकं भवति तत् सत्त्वात् विभाषा लीयतेः इति षष्ठ्यन्तरूपं ली श्लेषणे ली श्लेषकादिवादौ क्रयादौ विकल्पेन आत्वादेशो भवति एचः विषये ओके अत्र एचः स्थानी अस्ति एचः विषये इति उक्तत्वात् स्वनाम लि इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात् एकार वा ऐकार वा जायमान ततः पूर्वमेव तत्स्थाने ईकारस्य स्थाने आकारादेशो भवति. सो लीयतेः इति यक् प्रत्ययुक्तं रूपं न तु इत्यस्मात् क्रयादिगणे न तु दिवादिगणे द्वारेपि धात्वोः ग्रहणं पूर्वतरे सूत्रे मीनोति दीङा लपि च इति सूत्रे एचक इत्यस्य एचकविषये इत्यर्थः इत्यस् अस्ति इत्यस्मात् अस्मिन् सूत्रेपि तथा पूर्वमीनाति अहम् अत्र विभाषा प्रथमान्तं लीयतेः षष्ट्यन्तं द्विपदं सूत्रम् आदेशमित्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः मीनाति विनयं दीङां ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः अनुवृत्तिसहस्तु विभाषा लीयतेः आत् एचः ल्यपि ल्यबन्ते तत्र लीयति लीयति वा लीयति इति तत्र न अवगतं महोदय. किं न अवगतम्? अत्र श्रूयते वा? किं श्रूयते वा मम? श्रूयते श्रूयते महोदय श्रूयते. कर्मणि इति उक्तं महोदय. कर्मणि कर्मणि उक्तम् आम् सत्यम्. किमर्थम् उक्तम् एतत् सूत्रे कर्म कर्मणि प्रयोगे उक्तं वा? कर्मणि प्रयोगे उक्तं यत् कर्मणि नाम वदामि. अन्य कोऽपि प्रयत्नं कर्तुम् इच्छति वा किं लिखितं सूत्रे? तत्र स्थिपा निर्दिष्टमस्ति खलु तत्र स्थिपा किञ्चित् उच्चैः वदतु महोदय. अत्र श्रूयते वा ध्वनिः? श्रूयते वा? उच्चैः वदतु. एकनिमिषः महोदय तत्र एक अत्र सूत्रे अत्र दत्तमस्ति खलु अत्र लेह इति रूपं लघु अभवत् परन्तु यङ् लुकि तत्र स्थिपा निर्दिष्टं कार्यम् अथवा गणेन अथवा किमस्ति अत्र एकमस्ति खलु तत्र पञ्चयितानि कार्याणि न भवन्ति इति अतः स्थिपा निर्दिष्टम् अस्ति चेत् यङ् लुकि न भवति इति कृत्वा तत्र स्थिपा निर्दिष्टम् अस्ति इति चिन्तयामि. तत्र यङ् लुकि अनेन धातु विषये आत्म न भवति इति यत् यङ् लुकि किमस्ति तत्र गणेन निर्दिष्टम् अथवा स्थिपा निर्दिष्टम् अस्ति चेत् एकाचिग्रहणम् अस्ति चेत् तत्र शपानुबन्धेन निमित्त चेत् गुण कार्याणि यङ् लुकि न भवति इति सूत्रे किमपि उक्तं तत् कार्यं यङ् लुकि न भवति इति कृत्वा प्रायः लीयतेः लेह इति लेह इति ली इति लेह इति वदति चेत् किं भवति? लेह इति ली धातो ई प्रत्ययेन भवति स्थिपानिर्दिष्टं न भवति खलु महोदय ई इति प्रत्ययेन भवति तर्हि तत्र न भवति तत् तर्हि यङ्गलोके अपि न भवति स्म एतत् कार्यम् अतः तत्र अत्र स्थिपा निर्दिष्टम् आवश्यकमस्ति किमर्थं यङ् लुकि अस्य कार्यं न भवति इति इति कृत्वा स्थिपा लीयते लेह इति वक्तं चेत् ई इति अस्ति तत्र अत्र यङ् लुकि तस्य बाधनं न भवति स्थिपा निर्दिष्टेन एव तत्र यङ् लुकि बाधनं भवति तत्र बाधकं भवति इति कृत्वा तत्र आवश्यकमस्ति इति कृत्वा तत्र स्थिपा निर्दिष्टमस्ति. अस्तु तर्हि सूत्रमस्ति विभाषा लीयते अत्र बहु किमपि लिखितमस्ति तर्हि लीयते, अत्र लीयते इत्युक्ते ली धातु यदस्ति द्विवादौ अपि अस्ति क्रयादौ अपि अस्ति, अत्र लीयति इति दृष्ट्वा केवलं द्विवादिगणस्य धातुः ग्रहणीयः इति भ्रमं मा करोतु। अत्र लीयति इति नास्ति, द्विवादिगणस्य धातु केवलं नास्ति, लीयति मध्ये अत्र यक् अस्ति, कर्मणि यक् इति, अतः यक् इति दृष्ट्वा तस्य अर्थमस्ति यत् द्विवादिगणस्य अपि क्रयादिगणस्य अपि धातुः ग्रहीतव्यः ग्रहणीयः इति, एकं तु अस्ति। अत्र किम् अस्ति, लियति मध्ये ली योगः स्टिप्, स्टिप् प्रत्ययः अस्ति, स्टिप् प्रत्ययस्य अर्थमस्ति स्टिप् प्रत्ययः सूत्रे भवति किं, तस्य अर्थं यत् धातुत्वं धातोः निर्देशं करोति, तर्हि स्टिप् प्रत्ययः ली योगः स्टिप् अस्ति, तर्हि स्टिप् सार्वधातुकप्रत्ययः अस्ति, तिंशिप् सार्वधातुकः, अतः सार्वधातुके यक् यक् अस्ति इत्यनेन कर्मणि यक् भवति, ली योगः यक् योगः ति लीयते इति भवति, खलु लीयते। इदानीं तत्र सामान्य स्टिपानिर्दिष्टमस्ति चेत् भवति चेत् लयतेः इति भवेत्, तर्हि तत्र लयतेः इति केवलं द्विवादिगणीयः भवेत् खलु, तत्र लयति ली धातोः खलु, तत्र लयति खलु, अवगतं किम्, तत्र ली धातु अस्ति, स्टिपानिर्दिष्टमस्ति चेत् ली धातोः लयति इति रूपं भवति, लयति इति स्टिप् स्टिप् प्रत्ययेन लयति, लयतेः इति भवति, तर्हि लयतेः इति कृतं चेत् तत्र तत्र लीयोग ति खलु, लीयोग ति इति स्थिपानिर्दिष्टमस्ति चेत् तत्र सार्वधातुकगुणः भवति, लयति इति भवति, लयतेः इति भवेत् लयतेः, परन्तु तत्र केवलं स्थिपानिर्दिष्टमस्ति, अतः कर्मणि उक्तमस्ति, अतः कृत्वा द्वयोः अपि ग्रहणं भवति, अन्यथा लयतेः इति नाम महोदय यदि कर्तरि इति यदि वयं करोति तर्हि कथं भवति, लियोगः स्टिप्, तर्हि सार्वधा तर्हि कर्तरि शप् इत्यनेन शप् प्रमाद्य कि गणस्य किमपि भवेत्, दिवादिगणस्य किमस्ति श्यन् अस्ति, तर्हि लीयोगः श्यन् लीयते इति भवति, लीयति इति भवति खलु, सम्यक् सम्यक् लीयते, लीयति लीयते, हा लीयतेः, तर्हि अत्र किं तर्हि अत्र एतत् सर्वं लेखनस्य आवश्यकं किं, यत् अत्र यक् प्रत्ययः अस्ति न तु श्यन् प्रत्ययः, यक् प्रत्ययः अस्ति तु श्यन् प्रत्ययः नाम कर्मणि इति अत्र रूपम् अस्ति, तत्र कर्मणि अस्ति अतः लीयते भवति, लीयते लीयते इति भवति, सुबन्तरूपं लीयते हे, यत्र स्टिप् प्रत्ययः कृप् प्रत्ययः अस्ति, अत्र लीयते इति यत् भवति तत् प्रातिपदिकमस्ति, तस्य लीयतेः इति रूपं भवति, हा अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम् अपि तु कृदन्तं प्रातिपदिकम् इति अस्ति खलु, अहं किं वदामि, आं महोदय, अन्यथा किमर्थं लयतेः इति भवेत्, लयतेः इति न भवति केवलं खलु, तत्र लीयोग शप् योग ति इति अस्ति खलु, लयते एव भवति खलु, लयतेः इति भवेत् शप् नास्ति तत्र, स्थिपानिर्दिष्टमस्ति खलु, स्थिपानिर्दिष्टमस्ति चेत् कर्तरि अस्ति चेत् लयतेः इति भवेत्, सामान्यसूत्रं सामान्य तदेव करोति खलु महोदय, लयति इति रूपं भवति स्थिपानिर्दिष्टमस्ति चेत्, स्टिप् अस्ति स्टिप्षित् अस्ति सार्वधातुक अस्ति, भवान् वदति कर्त्री यदि अस्ति चेत् शप् आगच्छति खलु, आमां लयतेः इति तत्रापि कर्तरिशप् कर्तरिशप् इति शप्रबाद्य शन् भवति खलु, दिवादिभ्यः शन् तर्हि लियोगः क्षन् अपि लीयति एव भवति, तदापि लीयति, हा लीयतेः भवति तर्हि, परन्तु तथा अत्र सर्वत्र भ्रमः अस्ति इति अहं मन्ये, परन्तु अत्र यत् कामेण्ट्रीस् सन्ति वा इति वदन्ति यत् अत्र यक् अस्ति, न तु अत्र आत्मनेपद क्षम्यतां किं कर्मणत्वं करणीयं न तु कर्तृत्वं, कर्मणत्वं करणीयं किमर्थं महोदय, किमर्थं किमर्थं सारुदात्के यक् इति आगच्छति तत्र, शन् प्रभाद्य सारुदात्के यक् इति सूत्रं प्रसक्तिः अस्ति, किमर्थं शन् प्रबाध्य इति न किमपि अस्ति इति यत् तर्कमस्ति कामेण्ट्रीस् सन्ति तत् लिखितम्, अत यक् करोतु कर्मण्यत्वं करोतु इति, किमर्थम् अत्र लीयते मध्ये श्यन् इति कर्तृत्वं न करोतु कर्मण्यत्वं करोतु, कर्मण्यत्वं करोमि चेत् यक् आगच्छति, यक् आगच्छति अतः लीयति भवति, तत्र गणस्य किमपि महत्त्वं नास्ति, तात्पर्यं किं यत् दिवादिगणस्य अपि धातुः ग्रहणीयः क्रियादिगणस्य अपि धातुः ग्रहणीयः, यदि कर्तृत्वं करोमि चेत् तत्र केवलं लीयति यत् अस्ति तद् दिवादिगणस्य एव भवति खलु, क्रियादिगणस्य कर्तृत्वं तत्र लीयते न भवति, लीनाति भवति खलु, आम् आम् आम् सत्यं, तर्हि तदेव अहं मन्ये अत्र भ्रमः अस्ति, लीयते इत्युक्ते कर्तृदिवादिगणः अस्ति वा अथवा कर्मणि दिवादि प्लस् क्रयादि अस्ति वा, तर्हि अत्र कामेण्ट्रीस् सन्ति ते दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् अत्र यक् अस्ति कर्मण्यत्वम् अस्ति यक् अस्ति येन दिवादिगणस्य अपि लि क्रयादिगणस्य अपि लि, नाम दिवादिगणस्य लि धातु अपि च क्रयादिगणस्य लि धातु विकल्पेन तस्य आत्वादेशः भवति, इकारस्य स्थाने आ भवति, ला भवति, कदा भवति एचः विषये, एचः विषये इत्युक्ते किं यत्र कस्मिन्नपि कार्ये यस्मिन्नपि करणे अत्र एचः भवति, इकारस्य एचः भवति, तत्र एव यत्र एचः भवति तत्र एव एचः मा करोतु आकारत्वं करोतु, नाम अत्र अस्ति लियोगः णिच् अस्ति खलु, निच् मध्ये अचोण्णिति इत्यनेन ईकारस्य ऐत्वं भवति खलु, नाम एजन्तत्वं भवति, अतः अत्र एचः इति विषयः अस्ति, अत्र एचः विषयः अस्ति णिच् प्रत्यये परे, अतः तत्र एजन्तं मा करोतु आकारात्वं करोतु विकल्पेन, नाम एकस्मिन् पक्षे आकारात्वं करोतु एकस्मिन् पक्षे एजन्तं करोतु, तर्हि लै अपि भवति ला अपि भवति इति सूत्रस्य तात्पर्यम्। कुत्र किमर्थम् अत्र ला भवति महोदय, किमर्थम् अत्र सूत्रं वदति एच् नास्ति तत्र, एच् नास्ति, ली लीयति इति एव अस्ति, मया किम् उक्तं ली योगः णिच् मध्ये अचोण्णिति इत्यनेन लै भवति खलु, ली योगः णिच् मध्ये अत्र णिच् नाम अत्र साक्षात् णिच् लिखितं नास्ति, यत्र कुत्रापि कार्ये एजन्तस्य एचः विषयः आगच्छति, अत्र णिच् मध्ये अचोण्णिति इति सूत्रेण ली तस्य लै भूत्वा एचः विषयः भवति खलु, अतः एचः विषयः अस्ति, अतः एकस्मिन् पक्षे एचः एव भवतु एकस्मिन् पक्षे आकारः भवतु, अतः वस्तुतः सूत्रे णिचि न लिखति, लिखितं नास्ति, परन्तु कथं जानीमः यतोहि एचः विषये, एचः अत्र एचः इति स्थानी नास्ति, एचः विषये वेरेवर् देर् इस् एन् अकरन्स् आफ् एष एच देर् ओन्ली इट् सेल्फ् इमिडियेट्लि तत्र आत्वं करोतु विकल्पेन, तर्हि निच् मध्ये एचः इति विषयः अस्ति अतः तत्र आत्वं करोतु, तर्हि कुत्र कुत्र भवति विभाषा लीयते आत एचः ल्यपि, नाम एचः विषयः अस्ति अथवा ल्यप् प्रत्ययपरे अस्ति, ल्यप् प्रत्ययपरे अस्ति चेदपि विकल्पेन ली तस्य ला भवति, अथवा एचः विषयः अस्ति चेदपि यत्र कुत्र एचः विषयः आगच्छति यथा निच् प्रत्याहार निच् प्रत्ययपरे एचः विषयः अस्ति अतः तत्र अपि विकल्पेन आकरोतु, अतः आहत्य ली योगः णिच् तत्र एकस्मिन् पक्षे लै योगः ई भवति एकस्मिन् पक्षे ला योगः ई भवति इति अस्ति, इदानीं यस्मिन् पक्षे लायोगः इ भवति तस्य कृते क्रमः भिन्नः, यस्मिन् पक्षे लैयोगः इ भवति तस्मिन् कृते क्रमः भिन्नः। अतः बहूनि रूपाणि जायन्ते, एकः रूपं नास्ति वर्णिच् कृते इति वार्ता। अस्तु, इदानीम् अग्रे सर्वे अवगच्छन्ति वा? इदानीं पर्यन्तं विभाषा लीयते इति किं वदति, सर्वे अवगच्छन्ति वा? तत्र कर्मणि यक् सार्वधातुके यक् किमर्थम् आगच्छति इति न किमर्थमागच्छति, स्टिप् अस्ति, स्टिप् मध्ये कर्तरि करोतु अथवा कर्मणि करोतु। कर्मणि अस्ति चेत् यत् भवति, कर्तरि अस्ति चेत् सिञ्चन् भवति, श्ना भवति। तर्हि अत्र जनाः वदन्ति, व्याकरणाः वदन्ति यत् करोतु येन, यत् अस्ति चेत् गणस्य महत्त्वं नास्ति खलु, आर्धतुकमस्ति। अतः यत् करोमि चेत् तत्र दिवादिगणस्य अपि ग्रहणं भवति, किम् अन्य किं क्रियादिगणस्यपि भवति। कर्त्री करोमि चेत् तत्र लीयति यदस्ति, केवलं दिवादिगणस्य एव ग्रहणं भवति, क्रयादिगणस्य ग्रहणं न भवति। अत्र क्रयादिगणस्य अपि ग्रहणं करणीयं, यतोहि क्रयादिगणस्य विषये अपि विभाषा लीयते, कार्यं करोति इति व्याकरणः इच्छति। अतः अत्र यत् सामान्यतया अस्माभिः स्थित् कृते कर्तृत्वम् एव अस्माभिः इदानीं पर्यन्तं दृष्टम्, परन्तु अत्र कर्मण्यत्वं भवति येन यत्किमपि यः कोऽपि कर्मः ग्रहणं करोतु। अस्तु, इति अस्ति विभाषा लीयते अस्य सूत्रस्य कार्यम्। इदानीम् अग्रे गच्छामः, रघुपतिमहोदय, इकारस्य वृद्धिः न जायते। अस्तु, इकारस्य वृद्धिः न जायते अपि तु आ आदेशः भवति, विभाषा लीयते इति, क्षम्यताम्, ईकारवृद्धिः न जायते अपि तु आदेशः भवति, किं भवति अत्र, तदा अर्ति ह्री व्लीरि क्ी क्षमायातां पुङ्णौ इत्यनेन पुगागमः भवति। अत्र लीयोगणिच्य विभाषा लीयते इत्यनेन तत्र ई स्थाने आदेशः भवति, आदेशः भवति, तर्हि तत्र तदा पूगागमः भवति, अर्तिव्रि इत्यनेन लापयति इति भवति। नुक् अभावे तत्र लियोग णिच् इदानीं लै इति भवति, लैयोग इ तत्र लाय् लाय लाय लाययति इति रूपं भवति, लायति इति। तर्हि लियोगः णिच् अत्र लियोगः णिच् अतिसामान्यं किम्? अतः सर्वत्र पश्यतु अन्यतरस्यामस्ति, लीलोर्नुक् इति सूत्रमपि अन्यतरस्यामस्ति, विभाषा लीयते इति अपि अन्यतरस्यामस्ति, अतः सर्वत्र अन्यतरस्यामस्ति। ओके, अतः सर्वप्रथमं तु लीयोगः णिच्, तत्र सामान्यतया किं भवति, अचोण्णिति इत्यनेन लै भवति, लाययति इति एकं रूपमस्ति। अस्तु, तदनन्तरं विभाषा लीयते इति अस्ति, विभाषा लीयते किं भवति, आकारान्तं करोतु विकल्पेन। तर्हि यत्र आकारान्तं भवति तत्र किं करणीयं, पुकागमः भवति, लापयति अपि भवति। तर्हि एकं प्रश्नः अस्ति, अत्र नुक् कुतः अस्ति, कुत्र अस्ति नुक्, नुक् नुक् अपि अस्ति खलु, लीलोः लीलोः लीलोः, वयं पठितवन्तः। तर्हि ली योगः नुक् इति कृत्वा लीनयति अपि रूपम् अस्ति खलु, लीनयति पतने। तर्हि आहत्य कानि कानि रूपाणि सन्ति, कानि रूपाणि न सन्ति इति महान् भ्रमः अस्ति, मम तु भ्रमः अस्ति। तर्हि लापयति अपि अस्ति, लाययति अपि अस्ति, लीनयति अपि अस्ति, अन्य अन्यनियोजने भवितुं शक्नोति वा? न। तर्हि भाषा लीयते वदति, लै भवति अथवा ला भवति, ला अस्ति चेत् पुगागमः भूत्वा लापयति, लै अस्ति चेत् लाययति। परन्तु लीलोर्नुक् इति सूत्रं वदति स्नेहविपातने नुक् करोतु तर्हि लीनयति इति भवति। तर्हि प्रायः अन्यरूपं न भवति, रूपत्रयमेव भवति, लीनयति, लापयति, लाययति। सर्वे आगच्छन्ति वा इदानीं पर्यन्तं वा? इति सर्वं सत्यमस्ति वा दोषपूर्णमस्ति वा इति अहम् इदानीं न वदामि, परन्तु इदानीं पर्यन्तम् एतत् सर्वं भवति इति सर्वे आगच्छन्ति वा? आम्, महोदय अत्र इक् प्रत्ययद्वारा लेहे इति ज्ञास्यात् लीयतेः इत्यस्य अपेक्षया लेहे इति रूपं लघु अभविष्यत् इति अर्थः अत्र त्यजतु यतोहि अत्र तस्य महत्त्वं नास्ति तस्य अस्ति यत् सन्धे तस्य महत्त्वम् अस्ति इदानीम् अहं वदामि चेत् प्रायः भ्रमः एव भवति अतः अहं वदामि अत्र यङ्ग्लुक् धातोः एतत् कार्यं न करोति इति अत्रैव उत्तरमस्ति खलु अत्रैव उत्तरमस्ति अत्र दत्तमस्ति यङ्ग्लुक् इति न भवति भवतु एतत् कार्यं महोदय अत्र लिखितमस्ति अहं जानामि परन्तु अहं यदि विवरणं करोमि तत्र अत्र तत्र भ्रमः भवति यतोहि अत्र यङ्ग्लुकस्य विषयः नास्ति आं कुत्र प्रत्ययः भवति कुत्र ई भवति इ प्रत्ययः भवति तत्र भेदः अस्ति यङ्ग्लुक् प्रसङ्गे तस्य भेदः आगच्छति अतः अत्र अहं तस्मिन् विषये गन्तुं न इच्छामि अतः त्यजतु अत्र महत्त्वं नास्ति तत् तत् त्यक्त्वा किमपि प्रश्नः कोऽपि प्रश्नः अस्ति वा कस्यापि न महोदय नास्ति महोदय अग्रे पश्यतु अत्र च प्रश्नः अत्र च प्रश्नः स्नेहविपातने विकल्पेन ली धातोः नुक् तदभावे पुक् इति उक्तं किन्तु अत्र प्रश्नः उदेति यत् पुक् विधानं केन सूत्रेण ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु लीनयति लाययति इति विभाषा लीयते इत्यनेन आत्वं भवति श्लेषणार्थम् एवं चेत् स्नेहविपातने लापयति न भवति तत्र स्नेहविपातने लाप तत्र ली धातोः नुक् आगमः भवति अतः तत्र पुगागमः न भवति अत्र हा आमां पुगागमः न भवति अत्र तर्हि पश्यतु ली धातुः तस्य एकम् अर्थं स्नेहविपातनम् अन्य अर्थम् अस्ति अन्य किमपि तर्हि स्नेहविपातनम् इति अर्थम् अस्ति चेत् कानि कानि रूपाणि लीलोर्नुक् इति सूत्रेण अन्यतरस्याम् इत्यनेन एकस्मिन् पक्षे नुक् भवति लीनयति इति भवति अन्यस्मिन् पक्षे तु अचुण्यति इत्यनेन लाययति भवति अत्र आकारस्य विषयः नास्ति प्रायः नास्ति इदानीं पर्यन्तं वदामि यत्र विषयः नास्ति यत्र विषयः नास्ति स्नेहविपातनं तत्र किं किं भवति तत्र विभाषा लीयते इत्यनेन एकस्मिन् पक्षे आकारः भवति लापयति अन्यस्मिन् पक्षे तु अचुणति इति कृत्वा लाययति भवति एव तत्र दुक् तस्य प्रसक्तिः एव नास्ति यतोहि अर्थः एव स्नेहपातनं नास्ति तर्हि प्रायः यत् मया इदानीं पर्यन्तम् अवगतं स्नेहविपातन अर्थे लाययति अपि च लीनयति इति रूपद्वयं भवति स्नेहविपातनम् अर्थं नास्ति चेत् लाययति अपि च लापयति इति रूपद्वयं भवेत् इति अहं चिन्तयामि अग्रे अग्रे अस्ति तद् वयम् अग्रे पश्यामः परन्तु इदानीं पर्यन्तम् एतदस्ति इति मन्ये सर्वमस्ति वा क्रमः भवति क्रमः भवति परन्तु यत्र यत्र एतत् धातु स्वीकुर्मः तत्रैव सूत्राणि किं किम् इति द्रष्टव्यं त्रयादिगणे किम् अस्ति दिवादिगणे किम् अस्ति भुवादिगणे किम् अस्ति चुरादिगणे किम् अस्ति इति एतत् स्वीकृत्य एव कार्यं करणीयम् आमां धातुविवक्षा अस्य धातोः विवक्षा एव नास्ति चेत् चिन्ता एव नास्ति खलु अत्र स्नेहविपातनम् अर्थमस्ति तर्हि यदि स्नेहविपातनम् अर्थे ली तस्य विवक्षा अस्ति चेदेव एतत् सर्वं चिन्तनीयम् अत्र चिन्ता एव नास्ति अत्र विवक्षा एव नास्ति चेत् किमपि आवश्यकता एव नास्ति खलु कापि आवश्यकता एव नास्ति अतः एकः मार्गः अस्ति यत् ली धातोः कदापि प्रयोगः एव न करणीयः तथा यदि ली धातुः भवति तदनन्तरं तस्य णिच् भवति प्रेरणार्थे तादृशव्यव विवक्षा अस्ति तादृशी तदनन्तरम् एतत् सर्वं चिन्तनीयं तर्हि एतत् सर्वं मा करोतु एव इति तु अस्ति खलु परन्तु तथा कदापि न चिन्तनीयः किमर्थम् एतत् तादृशचिन्तनम् अस्ति चेत् सर्वं सरलमेव अस्ति परन्तु भवत्याः अथवा भवतः यत् यत् किमस्ति अहं वदामि भाषायाः यत् बृहत्वमस्ति तद् भवान् अथवा भवती त्यजति यथा साहित्ये वस्तुतः प्रत्येककार्यस्य कृते बहवः धातवः सन्ति सामान्यतया वयम् एकः एव धातोः वयं प्रयोगं कुर्मः परन्तु टु बिकम् रिच् इन् लिटरेचर् तत्र साहित्ये अन्यधातोः अपि प्रयोगं करणीयं तत्र श्लोके छन्दं दृष्ट्वा छन्दसि श्लोके तत्र एकः धातुः तस्य प्रायः छन्दसि तस्य मीटर् मध्ये न भवति परन्तु अन्यधातुः भवति अतः तत्र यत् किं कथं वदामि तत्र संस्कृतभाषायां शशि तरुर् भवितुम् इच्छामः चेत् करणीयं वक्तव्यं शक्नुमः परन्तु भवति अथवा विजयमहोदयः अस्ति कोऽपि अस्ति अपि च लेमेन् कोऽपि अस्ति लेमेन् सर्वदा एक एव धातुः वदति न अर्थः अस्ति चेत् तत्तु स्नेहविपातनमपि अहं स्नेहविपातनं करोमि इत्यपि भवितुं शक्नोति परन्तु कोऽपि अन्य कोऽपि वदति न न न अहं लीनामि इति किमपि तत्र श्रोता अस्ति तत् ज्ञातुं शक्नोति ओ अस्य तत्र भाषायां तस्य प्रभुत्वमस्ति इति जानाति अपि च यस्य अहं स्नेहविपातनं करोमि एतत् किमपि वदति वाक्यं समीचीनमस्ति परन्तु तत्र भाषायाः प्रभुत्वं नास्ति खलु इ समवन सेज आई मेल्ट घी और समथिंग इफ समवन सेज अहम स्नेहविपातनं करोमि इट इज करेक्ट बट इफ समवन एल्स सेज अहम लीनामि it shows that the other person has a better control over the language, knows about the language, the richness of the language. That is why it is important to learn all the possible dhatu, all the possible root. So, in case you want to use li somewhere, in nich, prerinarthi nich, then you have to think about all this. See, you may or may not use. But if you know this, you can use. If you don't know this, you will never be able to use. Hence, you should know all this. That is the point. It's to make you rich. It is to make you masters compared to someone who is a layman. That is the point. Sarva Gacchanti, va? Mamma Mastishke Aapni Sarvada Prasna Gacchati. Eka Eva Dhatu Asti, Tasya Kriti Etat Sarvam Pathaniyam, Kimartham, is it worth it? Of course it is worth it. It is difficult, but it is worth it. Astu. Tari, idaniyam samaya samaptah, agrima kakshayam agre pashyamaha, drakshyamaha. Prayah agre, agrasmin saptahe aham yatram karomi, tari agre ayvasare prayah vargah na bhavishyati. Aham vadami patram kritva, parantu prayah na bhavishyati. Tadanantaram. तस्मिन् अग्रे सप्ताहद्वयानन्तरं वयं कुर्मः अहमपि न आगमिष्यामि महोदय मम चित्रपरीक्षा अस्ति अभिज्ञानशाकुन्तलम् अनन्तरं मिर्चकटिका दश अतः अहमपि न आगमिष्यामि शुभेच्छाः शुभयात्रा महोदय धन्यवादः शुभरात्रिः नमस्कारः धन्यवादः महोदय